नमस्कारः. तर्हि तव्यत् तुमुन् तृच् इति प्रत्यान्तानां विषये अत्र चर्चा जायमानः अस्ति. तर्हि गते सप्ताहे वयं किं दृष्टवन्तः इत्युक्ते, सरला भगिनी आगतवती इति कृत्वा लघुरूपेण वदामि भगिनी. तर्हि अत्र प्रत्ययानां तु वयम् इडागमस्य विषये, धातूनाम् इडागमस्य विषये अस्माभिः चिन्तितं. तदर्थं तु एका च उपदेशे अनुदात्तात् इति सूत्रेण अस्माभिः आवलिः दृष्टा खलु. तदनन्तरं प्रत्ययस्य इडागमचिन्तनमपि जातम् एव. आर्धधातुकस्य इड्वलादेः इति सूत्रम् अस्ति, किमस्ति प्रमुखसूत्रं वर्तते. तेन प्रत्ययानां वा यत्किमपि प्रत्ययः भवतु, आर्धधातुकप्रत्ययः भवतु, वलादिः अस्ति चेत् तत्र इडागमः भवति इति आसीत्. तत्तु सत्यमस्ति तिङान्तानां कृते, किन्तु यदि कृदन्ताः सन्ति चेत् अन्यदपि सूत्रमस्ति, मीड् वशीकृति इति सूत्रं. तत्र तु वशी यद्यपि वलादि अस्ति, तथापि वशी अस्ति चेत् सः प्रत्ययः, वशादि अस्ति चेत् तस्य तु इडागमः न भवति इति. तदनन्तरं तृतीयसूत्रमपि अस्माभिः कृतं, यत् आसीत् ति तु त्र सीसु सरकसेषु च इति सूत्रम्. अनेन केचनानां परिगणितानां प्रत्ययानां तत्र इडागमः भवति इति वयं पूर्वं पठितवन्तः. तर्हि कदा इडागमः भवति चेत् अत्र प्रत्ययस्य अपि इडानुप्रत्ययः अपि इडानुकूलः अस्ति, अनन्तरं धातुः अपि इडानुकूलः अस्ति चेत् इडागमः भवति इति उक्तम्. तर्हि अधुना तृच् तव्यतुमुन् इति प्रत्ययत्रयमपि कृदन्ताः सन्ति इति कृत्वा एतादृश अस्य तत्र वशी अस्ति वा इत्यपि द्रष्टव्यं भवति. न केवलं वली अस्ति वा, किन्तु वशी अस्ति वा इत्यपि द्रष्टव्यं. तर्हि तृच् प्रत्ययस्य विषये वयं दृष्टवन्तः. तृच् प्रत्ययस्य विधानं नूळ् तृचो इति सूत्रेण. अनेन सर्वेभ्यः धातुभ्यः नूळ् तृच् च प्रत्ययः विहितः भवति इति. कर्तृकृत् इति कर्त्रर्थे भवति इति तत्र तस्मिन् अधिकारसूत्रमस्ति इति कृत्वा एते नुळ् चतृच् प्रत्ययौ कर्तृर्थे धातुभ्यः विहितः भवन्ति, सर्वेभ्यः धातुभ्यः विहितौ इति. तदनन्तरं तुमुन् प्रत्ययस्य विषये, तुमुन् अनन्तरं नूळ् प्रत्ययस्य भिन्नसूत्रमपि अस्ति. प्रथमम् आसीत् कर्तृत्वे विहितं भवति यदा बालकः पठिता इति. तदनन्तरं अन्यः अस्ति नूळ् प्रत्यय तुमुन् नूळौ क्रियायां क्रियार्थायाम् इति सूत्रमस्ति. अनेन किम् अस्ति इत्युक्ते, एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः धातुतः, क्रियायाः धातुतः तुमुञ्च नूळ्च प्रत्ययो भवतः. इत्युक्ते यत्र एकं किम् आसीत् क्रियार्थकक्रिया एकः भवति, इत्युक्ते पठनार्थं गच्छामः इति वदामः खलु. अत्र क्रियार्था क्रिया, पठनार्थम् इति क्रियार्था, तत्र क्रिया पठन इति क्रियार्थं गमनक्रिया भवति. तर्हि क्रियार्था क्रिया भवति गच्छति इति. तर्हि क्रियार्था क्रिया किम् इत्युक्ते गच्छति इति क्रियार्था क्रिया. तर्हि तादृशक्रियार्था क्रियायाम् इति क्रियार्थायां क्रियायाम् इति विशेषसप्तमी. तद् यदि परे भवति इत्युक्ते पार्श्वे भवति, उपपदम् अस्ति, तदा तु धातुतः अपरः धातुतः अन्यः धातुः यः अस्ति तेन सह तत्र तुमुन् च नूळ् प्रत्ययौ परे भविष्यति इति. इत्युक्ते तत्र पठ् योगः, अत्र तु गमनक्रिया अस्ति क्रियार्था क्रिया, अनन्तरं पठ् धातु अन्यः धातुः अस्ति, अत्र गमनक्रिया तु उपपदम् अस्ति, गच्छति इति उपपदम् अस्ति. क्रियार्था क्रिया तस्य तत् उपपदम् इति मन्ये अस्माभिः मन्तव्यं. तदनन्तरम् अन्यधातुः यः अस्ति पठ् धातुतः अधुना तुमुन् प्रत्ययः विधीयते इति कृत्वा पठितुं गच्छति इति प्राप्नुमः वयं. तथैव समान अर्थेन एव यदि एतावद् एकः जनः गच्छति, बालकः गच्छति, तत्र अग्रे गत्वा पठिष्यति इत्यर्थे अपि, अग्रे पठिष्यति पठितुं गच्छति इत्यर्थे पुनः अत्र तुमुन् नोळौ क्रियायां क्रियार्थायाम् इति सूत्रेण बालः पठिता गच्छति इति. पठिता गच्छति इति वक्तुं शक्यते. अनेन कः ज्ञायते इत्युक्ते बालकः गच्छति तदनन्तरं तत्र गत्वा पठति इति. तदा एव पाचकः गच्छति इत्युक्ते सः एषः एकः जनः साक्षात् तस्य वृत्तिः पाचकः इति अत्र नास्ति. यत्र उपपदरूपेण स्वीकुर्मः सः तु प्रायः सः तु तन्त्रज्ञः स्यात्, किन्तु सः कुत्रचित् गच्छति, गत्वा तत्र गत्वा मन्दिरं गच्छति, तत्र गत्वा पाकं करोति, पाकशालायां किञ्चित् प्रायः सहायं करिष्यति इति मन्ये. तर्हि तदा तु पाचकः गच्छति इति वक्तुं शक्नुमः. तर्हि तादृशं क्षम्यतां पक्ता वा पक्ता गच्छति इति नूळ् अस्ति खलु, क्षम्यतां नूळ् अस्ति खलु, तर्हि पाचकः गच्छति इति तत्र भवति. तर्हि नूळ् प्रत्ययस्य विधानम् एकं तु कर्तृत्वे सामान्यतया कर्तृत्वे भवति नूळ् तृचौ कर्तृकृत् इति सूत्रेण. तदनन्तरं यत्र उपपदरूपेण यदा प्रयुज्यते उपपदं स्वीकृत्य क्रियार्था क्रियायाम् उपपदरूपेण यदा भवति तदा तु तुमुञ्च नूळ् प्रत्ययोपि भवतः इति. अनन्तरं प्रश्नः आसीत् वा तावद्? अत्र किमर्थं समीचीनं भगिनि, किन्तु त्रिच् प्रत्ययः न अस्ति न तत्र. एकवारं भवती उक्तवती पठिता गच्छति, तत् न भवति, क्षम्यतां पाचकः गच्छति, पाठकः गच्छति इति. क्षम्यतां, धन्यवादः. त्रिच् न भवति, केवलं तुमुन् नूळ् भवतः. तदनन्तरम् अत्र सूत्रे किमर्थं सप्तमी प्रयोगः जातः क्रियायां क्रियार्थायाम् इति उपपदविभक्तीनां किमर्थं सप्तमी विभक्तिः इति प्रश्ने सति तत्र तत्रोपपदं सप्तमीस्तम् इति अधिकारसूत्रमस्ति. अनेन यत्र यत्र अग्रे यत्र यत्र सप्तमीविभक्तिप्रयोगः भवति, क्षम्यतां, यत्र यत्र उपपदसंज्ञकाः भवन्ति, उपपदसूचना भवति, तत्र तत्र सप्तमीप्रयोगः भवति. विपरीतत्वेन चिन्तयामः चेत् यत्र यत्र सप्तमीप्रयोगः निर्दिष्टः अस्ति तत्र तत्र उपपदम् इति वयम् अवगन्तुं शक्नुमः तत्रोपपदं सप्तमीस्थम् इति सूत्रेण. तदनन्तरं वयं किं पठितवन्तः, कृण्मेजन्तः इत्यपि पठितवन्तः खलु. आम् आं, कृण्मेजन्तः अपि पठितवन्तः इत्युक्ते कृत् यः कृत् संज्ञकप्रत्ययः अस्ति, यदि मान्तः मकारान्तः नो चेत् एजन्ताः सन्ति चेत् तस्य अव्ययसंज्ञा भवति. किमर्थम् इत्युक्ते अत्र तुमुन् प्रत्ययः तु अव्ययपदं स्वीकरोति, अव्ययसंज्ञा स्वीकरोति, अव्ययम् इति स्वीकरोति खलु, तेन एव सुपः लुप् जायते. तर्हि अनेन सूत्रेण एव अव्ययसंज्ञा भवति इति कृण्मेजन्तः. किमर्थम् इत्युक्ते मकारान्तः अस्ति पठितुम् इति गन्तुम् इति कृत्वा कृण्मेजन्तः अनेन अव्ययः भवति. तद् दृष्टवन्तः. तदनन्तरं किम् आसीत्, समानकर्तृकेषु तुमुन् इति पठितवन्तः वा वयं गते सप्ताहे? न खलु, तद् न पठितवन्तः. प्रायः अधुना पठनीयम् इति मन्ये, तदेव ततः आरम्भनीयम्. अरुणभगिनी भवती पठति वा कृपया? आं भगिनि, पठामि. समानकर्तृकेषु तुमुन् तृतीय अध्याय तृतीयपाद अष्ट विंशति पञ्चविंशति अधिकशतसूत्रम्. येषां कर्ता समानः तादृश इत्यार्थकधातूनाम् उपस्थितौ स्वच तौ च तेषाम् उपपदसंज्ञायां सत्यां धातोः तुमुन् प्रत्ययः भवति. ओके, समानकर्तृकेषु तुमुन्, ओके, सूत्रम्. ओके, येषां कर्ता समान, ओके, येषां यत्र कार्यमस्ति अत्र कर्ता समानः अस्ति चेत् इच्छा तादृश इच्छार्थकधातूनाम् उपस्थितौ तेषाम् उपपदसंज्ञा भवति, तुमुन् प्रत्यय विधीयते. इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्यय भवति इति काशिका. भेदं किं भगिनि अत्र न अवगतं सामान्यतया यदा वयं नूल् प्रत्ययस्य विधानस्य सूत्रद्वयम् खलु एकमासीत् नूल् तृचौ इति तत्र कर्तरर्थे नूल् प्रत्ययस्य विधानम् अनन्तरं भिन्नम् आसीत् उपपद तत्र उपपदं स्वीकृत्य तुमुन् नूलौ क्रियायां क्रियार्थायाम् इति तत्रापि भवति इति दृष्टवन्तः उपपदं तथा एव अत्र तृच् प्रत्ययस्य अत्र तु तुमुन् प्रत्ययस्य विधानम् उभयम् अस्ति द्विविधा विधानं भवति एकमासीत् तुमुन्वलौ क्रियायां क्रियार्थायाम् इति कश्चन क्रियार्था क्रिया अस्ति तदनन्तरम् अन्यक्रिया यः भवति धातुः अस्ति तस्मात् तुमुन् प्रत्ययस्य विधानम् इति पठितुं गच्छति इति आगच्छति अनन्तरं तुमुन् इत्यस्य अव्ययसंज्ञा तु कृण्मेजन्तः इति सूत्रेण जातम् अधुना द्वितीयविधानम् अस्ति यत्र तुमुन् इत्यस्य विधानं भवति यत्र उपपदमस्ति खलु अत्रापि उपपदमेव अस्ति किन्तु इच्छार्थ उपपदमस्ति इत्युक्ते उपपदं यः धातुः अस्ति इच्छार्थं बोधयति इच्छति इति तादृशं प्रायः स्यात् तादृश इच्छार्थकधातूनाम् उपपद यदा धातुः उपपदस्वीकृत्य उपपदरूपेण आगच्छति क्रियापदम् आगच्छति तदा तु यत्र उपस्थितौ अन्य धातुः यः अस्ति तस्य तु तुमन् प्रत्ययः विधानं भवति इत्युक्ते अत्र उदाहरणरूपेण अत्र अग्रे गतम् अस्ति देवदत्तः भोक्तुम् इच्छति इति पठितुम् इच्छति भोक्तुम् इच्छति ज्ञातुम् इच्छति तदा इच्छति इति कामयते इत्यपि इच्छार्थकः अस्ति वाञ्छति इति इच्छार्थकः वष्टि इति इच्छार्थकः तर्हि एतादृश इच्छार्थकानां धातूनां यत्र उपपद स्वीकृति आगच्छति तत्र विधानं भवति तदा तु अन्यधातुः यः अस्ति तस्य तु तुमन् कृतस्य विधानं भवति सत्यं भगिनि इति कृत्वा इच्छार्थेषु इति सप्तमी विभक्ति उपपदसंज्ञार्थं सप्तमी अत्र समानमेव वदति न भगिनि इच्छार्थेषु धातुस्तु समानकर्तकेषु उपपदेषु धातोः तुपन् प्रत्ययो भवति इति काशिक भवान् अपि तदेव उक्तम् अत्र भवती अपि तदेव तत्र उपपदं सप्तमीस्तम् इत्यस्य बलेन इच्छार्थेषु समानकर्तकेषु इत्यनेन ये धातवः सूचिताः तेषाम् उपपदसंज्ञा भवति च तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन् प्रत्ययः विधीयते समानकर्ता येषां ते समानकर्तुकाः तेषु समानकर्तुकेषु बहुव्रीहिः समानकर्तुकेषु सप्तम्यन्तं तुमुन् पदमान्तं द्विपदं सूत्रम् इच्छार्थेषु लिङ् लोटौ इत्यस्मात् इच्छार्थेषु इत्यस्य अनुवृत्तिः प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः तुमुन् प्रत्ययः परश्च इच्छार्थेषु समानकर्तिकेषु ओके उपपदम् तत्र उपपदं सप्तमी अस्ति कारणात् इच्छार्थेषु समानकर्तकेषु ये धातवः सन्ति सूचयति ओके ये धातवः तेषाम् उपपदसंज्ञा भवति ओके प्रथमपि दत्तः भोक्तुम् इच्छति अत्रापि इच्छति इच्छार्थकः धातुः अस्ति तदेव उपपदसंज्ञा भवति धातु प्रत्यय अस्ति चेत् अत्र तदनन्तरं तुमुन् प्रत्यय विधीयते अन्यधातुः द्वितीयधातुः द्वितीयधातुः तुमुन् प्रत्यय विधीयते भगिनि अत्र इच्छार्थेषु इति इत्यस्य उपपदं केन सूत्रेण भवति समानकर्तकेषु तुमुन् अत्र देवदत्त भोक्तुम् इच्छति इति अस्ति, तत्र इच्छति इत्यस्य उपपदं भवति, उपपदसंज्ञा भवति, केन सूत्रेण? अधुना पठितवन्तः खलु, तत्रोपपदं सप्तमीष्टम् इति सूत्रेण. ओके, अत्र इच्छार्थकम् अस्ति, समानकर्तृकेषु अस्ति, किन्तु अत्र सूत्रे तु इच्छार्थेषु इति सप्तमी निर्देशः इति कृत्वा अत्र इच्छति इत्यस्य उपपदसंज्ञा तत्रोपपदं सप्तमीष्टम् इति. तत्र उपपदं सप्तमीष्टम् इति सूत्रेण इच्छार्थ उपपदसंज्ञा भवति. अग्रे गच्छामः वा? विमला भगिनी पठति वा भगिनि? गणकः स्थगितं भगिनि, किञ्चित् समयः अपेक्षामि. अस्तु महोदय, सरला भगिनी पठितुं शक्नोति वा भगिनि? न इत्युक्तवती, यदि इच्छति चेत् कृपया. भगिनि, अहं दूरवाणी स्वीकृत्य पठामि, किन्तु भवती न श्रोतुं शक्नो. मणिमहोदय पठति वा महोदय, कृपया. देवदत्त नमस्कारः. देवदत्तः इच्छति भोक्तुं, श्रुतवती वा महोदय? महोदय श्रूयते, महोदय सम्यक् श्रूयते. देवदत्तः इच्छति भोक्तुं, देवदत्तः कामयते भोक्तुं, देवदत्तः वाञ्छति भोक्तुं, देवदत्तः वश्चि भोक्तुं, येषु वाक्येषु इच्छार्थकधातवः सन्ति, इच्छति कामयते वाञ्छति वश्चि अधातौ वश् धातुः, एते च उपपदसम्यकाः. अस्यां दशायां समानकर्तृक भुचित् धातुतः तुङ् प्रत्ययो विधीयते. देवदत्तः इच्छति भोक्तुम् इति वाक्ये इच्छति च भोक्तुं च अनयोः कर्ता समानः. प्रश्नः उदेति किमर्थम् अत्र समानकर्तृकेषु उक्तं किन्तु तुमुन्वल् क्रियायां क्रियार्थायाम् इति सूत्रे न उक्तम्? उभयत्र समानकर्तृकत्वं वर्तते. बालकः पठितुं गच्छति इति वाक्ये अपि यः पठिष्यति सः एव गच्छति. उत्तरमस्ति यत् अत्र अन्यथा बोधो न जायते, किन्तु देवदत्तः इच्छति भोक्तुम् इति वाक्ये भवितुम् अर्हति यत् देवदत्तः इच्छति यत् अन्य कोऽपि खादेत्. यत्र इच्छा अस्ति अपि च भोजनक्रिया अस्ति तत्र भवितुम् अर्हति यत् भिन्नकर्तृकत्वं स्यात्. यदा भवति चेत् किन्तु तुमुन् प्रत्ययः व्यवहारः न भवेत्. वदामि महोदय, यदा अहम् अवगच्छामि तदेव अहं वदामि. देवदत्तः इच्छति, अनन्तरं कामयते, वाञ्छति, वश्चि इति अत्र इच्छार्थक समानः भव, अनन्तरं कर्तृक कर्ता अपि समानः, एकः देवदत्तः एव. अत्र रूपवदसंज्ञा भवति, भोक्तुम् इच्छति इति अत्र उपपदसमीका भवति. अहं चिन्तयामि, सम्यक् वा महोदय? आं महोदय, इच्छार्थकः अस्ति इति कृत्वा इच्छति, इच्छार्थकः अस्ति, उपपदसमीका भवति. अत्र समानकर्तृकेषु प्रथमधातुतः तुमुन् प्रत्ययः उच्यते. प्रथमधातुः अत्र अस्ति भुज् धातुः, अतः अत्र तुमुन् प्रत्यय योजनेन भोक्तुम् इति भवति इति, तदेव पठितुम् क्षम्यतां, भोक्तुम् अनन्तरं किं कामयते. अत्र देवदत्त या भोक्तुं सर्वत्र भोक्तुमेव, परन्तु इच्छति इत्यस्य अर्थेन किं बहुवार्तः अत्र दत्तम् अस्ति. अनन्तरं दशः समानकर्तृकः भुजि धातुः तुमुन् प्रत्ययो विधीयते. अनन्तरं भोक्तुमिच्छति इच्छति इति अत्र इच्छति इति बहुषु स्थलेषु, परन्तु कर्ता अस्ति एकः एव समानः. अत्र तुम्प्रत्ययः प्रथमधातुतः दीयते. अनन्तरं प्रश्नः उदेति किमर्थं समानकर्तृकेषु उक्तं किन्तु तुमन्नोल्क्रियायां प्रत्ययात्यां इति सूत्रं न उक्तम्. किम् उक्तं किं न उक्तम् अत्र? अत्र एव पर्याप्तम् आसीत् खलु, तुमुण्णुल् तुमुण्णुल् नुळौ क्रियायां क्रियायार्थायाम् इत्यस्मिन् एव गृहीतुं शक्यते खलु, क्रियार्थां क्रियार्थायाम् इच्छार्थकेषु च इति पर्याप्तं खलु. किमित्युक्ते तत्र किमर्थं नास्ति तत्र समानकर्तृकेषु तुमुण्णुळौ क्रियार्थां क्रियार्थायाम् इति किमर्थं सूत्रे न सूत्रितम् इति प्रश्नः. तत्रापि समानकर्ता अस्ति खलु, पठनकार्यमपि बालकः एव करोति, बालकः पठितुं गच्छति इति वाक्यं, तत्र तु बालकः एव पठति, पठनकार्यमपि करोति, गमनकार्यमपि बालकः एव करोति. तर्हि तत्र किमर्थं न उक्तं समानकर्तृकेषु तुमुण्णुळौ क्रियायां क्रियार्थायाम् इति किमर्थं न उक्तम् इति प्रश्नः. अत्र तु उक्तमस्ति खलु, अत्र तु बालकः भोक्तुम् इच्छति इति अस्मिन् इच्छति इति इच्छार्थकः अस्ति इति कृत्वा भोक्तुम् इति तुमुन् प्रत्ययस्य प्रत्ययः विधीयते समानकर्तृकेषु तुमुन् इति सूत्रेण. अत्र समानकर्ता अस्ति, बालकः एव इच्छति, बालकः एव प्रायः अग्रे भुञ्जति इति अपि अस्ति, भुनक्ति इति अपि अस्ति. तर्हि किमर्थं समानकर्तृकेषु इति अस्मिन् सूत्रे उक्तं, किमर्थं तस्मिन् सूत्रे न उक्तम् इति प्रश्नः पूर्वतने सूत्रे. तत्र तु महोदयस्य आशयः अत्र अस्ति, बालकः पठितुं गच्छति इत्यस्मिन् यः पठिष्यति सः एव गच्छति खलु, अग्रे गत्वा पठिष्यति इत्यस्मिन् अर्थे अस्ति. यदि पुत्रः गच्छति पठति पिता गच्छति इति अस्ति चेत् वाक्यं तु न भवति खलु, पिता पठितुं गच्छति इति लेखितुं न शक्नुमः. अन्यः यदि समानकर्ता अस्ति चेत् एव तथा भवति इति कृत्वा वदनस्य आवश्यकता नास्ति. तत्र तु तत्र तु आरोपितं भवति खलु, निश्चयेन समानकर्ता अस्ति चेत् एव तादृशवाक्यं वाक्यनिर्माणमेव भवति. किन्तु अस्मिन् किमर्थम् उक्तम् अस्ति इत्युक्ते, अत्र तु यदि अस्ति देवदत्तः यज्ञ किं भोक्तारं यज्ञ दत्तम् इच्छति इति चिन्तयतु. इत्युक्ते यज्ञदत्तः भुङ्क्ते किन्तु देवदत्तः इच्छति इति अस्ति चेत् भोक्तुम् इति अस्माभिः लेखितुं शक्यते वा? समानकर्तृकं नास्ति इति कृत्वा अवबोधं. किमर्थम् इत्युक्ते यत्र इच्छति इति आगच्छति भिन्नजनः इष्टुं शक्नोति, तत्र देवदत्तः इच्छति किन्तु कम् इच्छति इति पृच्छामः चेत् भुञ्जानं देवदत्तम् इति भवति, नो चेत् किम् अस्ति भोक्तारं देवदत्तम् इति वक्तुं शक्नुमः. अन्यप्रत्ययाः अपि विधीयन्ते, चिन्ता नास्ति तत्र खलु. यत्र समानकर्ता अस्ति तत्रैव तुमुन् प्रत्ययस्य विधानम् इति निर्देशार्थम् अत्र समानकर्तृकेषु इति उक्तमस्ति. यथा भगिनि माता बालं खादितुम् इच्छति इति न वक्तुं शक्नुमः, न वक्तुं शक्नुमः एव खलु. किमर्थम् इत्युक्ते समानकर्ता नास्ति, सत्यं भगिनि, सम्यक् उदाहरणम् अस्ति. तर्हि वयं कथं लिखामः, बालकः खादतु इति माता इच्छति इति लिखामः वयम्, अन्यकर्ता अस्ति चेत् खलु. महोदय एकः प्रश्नः, बालकः पठितुं गच्छति, बालकः लिखितुं गच्छति इति भवति चेत् अत्र धातु अपि डिफरेण्ट् बट् समानकर्तृकः. आं महोदय, डिफरेण्ट् कर्ता रैट् इन् दट् केस् सस्यूम् यु हाव् बालकः गच्छति, बट् पिता पठति इति स्वीकरोतु, नो चेत् पिता गच्छति बालकः पठति. केन् यु पुट् इट् इन् दट् सेण्टेन्स् वित् तुमुल्? You can never put it in a sentence, but you can put it if I mean with ichchati with a different pratyaya. Oh, it need not always be tumun, right? You can put in like udaharanartham adunaiva bhagini atra vadana drishtavantah kalu bunjanam balakam devadatah ichchati iti. The boy who will eat who eats devadatah likes the boy who eats. Anya pratyaya asti tumun pratyaya to nasti, anya aashaya asti. तर्हि समानकर्ता अस्ति चेत् एव तुमन् प्रत्ययस्य विधानं भवति इति. धन्यवादः महोदय. अस्तु अग्रे पठामः. विमला भगिनी पठितुम् इच्छति चेत् कृपया पठतु भगिनि. अधुना स्थिरा अस्ति खलु धारा भवति? आम् आं भगिनि, सङ्गणकः समीचीनमस्ति. कुत्र स्थगितमत्र? अत्र अन्यप्रश्नः उदेति यत् इति अस्तु. हा, अन्यः प्रश्नः उदेति यत् देवदत्तः भोक्तुम् इच्छति, बालकः पठितुं गच्छति इति द्वयोः व्याख्ययोः वाक्ययोः अपि अर्थः भविष्यति अस्ति एव, भविष्यतर्थे अस्ति. यतोहि भोक्तुम् इच्छति इति स्थलेपि देवदत्तः न खादति वर्तमाने, अग्रे गत्वा खादिष्यति, तथैव खलु इच्छार्थः. तर्हि किमर्थम् उक्तं यत् यः तुमुन् प्रत्ययः तुमण्णुलौ क्रियायां क्रियार्थायाम् इति सूत्रेण विहितः सः भविष्यदर्थकः, किन्तु समानकर्तृकेषु तुमुन् इत्यनेन यः तुमुन् प्रत्ययः विहितः सः भविष्यदर्थकः इति न उक्तं, यतोहि भविष्यदर्थः च इच्छार्थः च समानः न. एकः अस्ति यत् अग्रे गत्वा भविष्यति, अन्यः अस्ति केवलम् इच्छा, खादितुम् इच्छति किन्तु न खादिष्यति, सोऽपि भवितुमर्हति. अतः एकः तुमुन् व्यवहारः भविष्यति अस्ति, अन्यः इच्छार्थे अस्ति. अत्र प्रश्नः अस्ति यत् देवदत्त भोक्तुम् इच्छति, बालकः पठितुं गच्छति, द्वावपि भविष्यति अर्थे एव अस्ति इति अत्र सूचना अस्ति. यतोहि भोक्तुमिच्छति इति स्थलेपि देवदत्तः अद्य न खादति, अग्रे गत्वा खादिष्यति प्रायः, तथैव इच्छा भोक्तुमिच्छति. तर्हि किमर्थ तुमुन् प्रत्ययः तुमण्णुलौ क्रियायां क्रियार्थायाम् इति सूत्रेण तद् भविष्यदर्थकः अस्ति इत्युक्ते स यः कोऽपि गच्छति पठितुं तेन पठनक्रिया अद्यपर्यन्तं न भविता, भविष्यत्काले एव पठनक्रिया भविष्यति. परन्तु इच्छा तु केवलम् इच्छा अस्ति, क्रिया नास्ति. तस्य इच्छा अद्य अस्ति भोक्तुं, परन्तु भुङ्क्ते या न इति वयं न जानीमः. तेन कारणेन तुमुन् व्यवहारः भविष्यति अस्ति, अन्यः इच्छार्थे अस्ति. सम्यक् वा भगिनि? आं भगिनि, आम्. केवलम् इच्छा अस्ति, तत्तु निश्चयेन भविष्यत्काले भवति इति तु निश्चितं नास्ति खलु इति खलु तथा. आम् आम्. किमर्थम् इत्युक्ते पूर्वतने सूत्रे यत्र तुमुण्णुलौ क्रियायां क्रियार्थायाम् इत्यस्मिन् भविष्यति इति तत्र तत्र अध्याहृतम् अत्र अनुवृत्तिः आगच्छति अस्मिन् अस्ति इति. अस्तु, आगच्छामि. अपि च एतत् अक्रियार्थेषु इति अपि अस्ति, क्रियार्थां नास्ति इच्छार्थे इति, इच्छा तु क्रिया नास्ति. पठति वा? तदपि पठित्वा प्रतिबोधयति वा? ओ, सिद्धान्तकौमुद्याम् उक्तं यत् अक्रियार्थ उपपदार्थमेतत्. अनेन बुद्धं यत् तुमण्णुलौ क्रियायां क्रियार्थायाम् इति सूत्रेण क्रियार्था क्रिया उपपदसंज्ञका अस्ति चेद् एव धातोः तुमुन् प्रत्ययो विधीयते. किन्तु समानकर्तृकेषु तुमुन् इति सूत्रेण क्रियार्था क्रिया नास्ति चेदपि इच्छार्थक उपपदसंज्ञका क्रिया अस्ति चेत् धातोः तुमुन् प्रत्ययो विधीयते इति तदेव मया संक्षेपेण उक्तमस्ति. यत् इच्छा तु क्रिया नास्ति. तावदपि तथा अस्ति चेदपि तत् इच्छति इति उपपदसंज्ञा भवति. तेन कारणेन धातोः तुमुन् प्रत्ययः विधीयते. खादितुम् इच्छति इति गन्तुम् इच्छति तथा. अग्रे पठामि. शाखदृशज्ञा ग्ला घट भल रभ घट रभ लभ क्रम सह अर्ह अर्ह अस्त्यर्थेषु तुमुन्निति. शक दृश ज्ञा ग्ला घट रभ लभ क्रम सह अर्ह अस्ति इति एतेषु अर्थेषु उपपदेषु धातुः तुमुन् स्यात्. तत्रोपपदं सप्तमीस्थम् इति बलेन शकदृशज्ञा ग्ला घट रभ लभ क्रम सह अर्हास्त्यर्थेषु इत्यनेन ये धातवः सूचिताः तेषाम् उपपदसंज्ञा भवति च तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन् प्रत्ययो विधीयते. अस्ति इति अर्थे येषां ते अस्त्यर्थाः बहुव्रीहिः. शकश्च दृशश्च ज्ञाश्च ग्लाश्च घटश्च रभश्च लभश्च क्रमश्च सहश्च अर्हश्च अस्त्यर्थाश्च तेषाम् इतरेतरद्वन्द्वः. शक दृश ग्ला ज्ञा ग्ला घट रभ लभ क्रम सह अर्हास्त्यर्थाः तेषु इति सप्तमी यत्र भवति तत्र तु शकगृश ज्ञा ग्ला घट रभ लभ क्रम सह अर्हास्त्यर्थेषु. तर्हि शकदृश ज्ञा ग्ला घट रभ लभ क्रम सह अर्ह अस्ति अर्थेषु सप्तम्यन्तं तुमुन् प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश धातोः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं. धातोः तुमुन् प्रत्ययः परश शकदृशज्ञा ग्ला घटरभ लभ क्रमशः अर्ह अस्ति अर्थेषु इति. उदाहरणार्थं तर्हि एते धातवः यदि उपपदम् एतेषां प्रयोगः भवति उपपदसंज्ञापि यदा भवति तर्हि तदा तु अन्यधातुः यः अस्ति तस्मात् तमुन् प्रत्ययः भवति इति. अस्ति इति तत्र तु अन्ये धातवः तु एकः यत् प्रतिपदोक्तं वर्तते शक इति दृश ज्ञा इत्येषां किन्तु अस्ति इत्यस्य प्रतिपदोक्तं नास्ति किन्तु अर्थे इति स्वीकरणेन तस्मिन् अर्थे ये ये धातवः सन्ति तेषां सर्वेषामपि तत्र ग्रहणं भवति अस्ति इत्यस्य. प्रश्नः भगिनि प्रतिपदोर्थम् इत्युक्ते किं? साक्षात् पदम् उक्तम् अस्ति खलु अत्र शक इति शक इत्येव तत्र उद्देश्य न तु शक अर्थेषु इति अस्ति नास्ति खलु. ओ अस्तु. शक्नोति भोक्तुं बालकः भोक्तुं शक्नोति बालः शिशुः भोक्तुं शक्नोति. गृह्णोति भोक्तुं खादनार्थं प्रवीणः इति. ओ ओके खादनार्थं प्रवीणः इति अस्तु. दृश्नोति इत्युक्ते अस्तु. जानाति भोक्तुं खादनार्थं प्रवीणः इति. ग्लायति भोक्तुं खादनार्थम् असमर्थः इति. घटते भोक्तुं खादने योग्यः इति. आरभते भोक्तुम् आरम्भं करोति इति. लभते भोक्तुं भोजनं प्राप्नोति इति. प्रक्रमते भोक्तुं खादनस्य आरम्भं करोति इति. उत्सहे भोक्तुम् इति. अर्हति भोक्तुम् इति भोक्तुम् अस्ति भोक्तुम् आहारः वर्तते इति. भवति भोक्तुम् अस्ति इत्यस्य समानार्थकः समानार्थेषु आगच्छति इति कृत्वा भवति भोक्तुम् इति. विद्यते भोक्तुं वर्तते भोक्तुम् इत्यपि स्यात् खलु. आहारः वर्तते भोक्तुम् इति अर्थे अपि भवति. अस्तु तर्हि अत्र तु केवलम् एतेषु उपपदेषु अन्यधातुः यः अस्ति तस्मात् तुमुन् प्रत्ययस्य विधानं भवति इति. अत्र समानकर्तृकेषु इत्यस्य आवश्यकता पुनः नास्ति खलु. उदाहरणार्थं बालः भोक्तुं शक्नोति इत्यस्मिन् केवलं समानकर्ता एव निश्चयेन भवति, अन्यथा तु अन्यकर्ता तु न भवितुम् अर्हति एव इति. इत्यनेन प्रायः तस्य तद् न उक्तम् इति मन्ये. अग्रे अन्यः पठिष्यति वा? अहं तत्र अरुणा भगिनी पठति. आं भगिनि, व्याख्याकारेषु मतभेदः अस्ति यत् अस्मिन् सूत्रे अर्थेषु इति अंशः अन्वेति सर्वेषु उक्तेषु धातुषु अथवा केवलम् अस् धातोः. सिद्धान्तकौमुद्याम् उच्यते यत् अन्वयोः अन्वयः भवति अस्ति इत्यस्मिन्नेव, परन्तु अन्ये वैयाकरणाः प्रदर्शयन्ति यत् उदाहरणार्थं शक्नोति इत्यस्मिन् अर्थे पारयति इत्यस्य व्यवहारः लभ्यते साहित्ये. न पारयामि निवेदयितुम् इति निर्दर्शनं विद्धातुः ज्ञानार्थे अपि यथा न च वेद सम्यक् द्रष्टुं न स इति निदर्शनम्. अतः अर्थेषु विद्य अन्वयः प्रायः सर्वेषु उक्तेषु धातुतः स्यात्. ओके, अत्र अस्ति इति अनुवृत्तिसहित सूत्रे अस्ति, किमर्थमिति अत्र मतभेदः अस्ति वैयाकरणेषु. एक मतं वदति उक्तेषु सर्वेषु उक्तेषु धातुषः अथवा केवलम् अस् धातोः. सर्वेषु उक्तेषु धातुषु अथवा इत्युक्ते मया यत् उक्तं तत् दोषाय अस्ति खलु? अहं तु शक्तातोः प्रतिपदोक्तत्वम् इति उक्तवती, प्रतिपदोक्तम् अस्ति इति. तथा नास्ति, पदमुक्तं प्रतिपदं नास्ति, किन्तु तत्र समान अर्थेषु ये ये धातवः सन्ति तेषां सर्वेषामपि ग्रहणं भवितुमर्हति. सिद्धान्तकौमुद्याम् उच्यते अन्वयोः भवति अस्ति इत्यस्मिन्नेव, अन्वयो केवलं मध्ये अन्तम् एव अस्ति भवति भगिनि अस्ति इत्यस्यैव तत्र अन्यर्थेषु अपि तुमन् प्रत्ययस्य विधानं भवति इति. किन्तु यदि शक् धातोः अन्य समान अर्थे अन्य धातुः अस्ति, यदा उदाहरणार्थं पारयति इति धातुः इति क्रियापदं, तत्तु समान समान अर्थं बोधयति, शक्नोति इत्यस्यैव अर्थं बोधयति. किन्तु तस्मात् तुमन् प्रत्ययः न विधीयते इति सिद्धान्तकौमुदीकारस्य विचारः चिन्तनं मतं. किन्तु अन्ये व्याख्याकाराः भवन् वदन्ति तथा नास्ति, अत्र अर्थेषु इति पदं प्रत्येकेन पदेन तत्र सङ्गच्छति इति. इत्युक्ते शक् अर्थेषु, शक अर्थेषु, दृश अर्थेषु, ज्ञा अर्थेषु, क्ला अर्थेषु इति स्वीकरणीयम् इति. अत्र अत्रेषु इति प्रति धातुतः सह तदर्थम् उदाहरणमपि तत्र दर्शयति. निवेदयितुं न पारयामि इति तत्रापि तुमन् उक्तमस्ति खलु, न शक्नोमि निवेदयितुं, न निवेदयितुं न पारयामि इत्यपि वक्तुं शक्नुमः. ओके, अस्ति. अन्य उदाहरणमस्ति विद्धातुः ज्ञानार्थे अपि न च वेद सम्यक् द्रष्टुं न स इत्युक्ते सम्यक् द्रष्टुं न वेद इति, सा सम्यक् द्रष्टुं न वेद इति, न वेद इत्युक्ते न जानाति इति. प्राप्तिवचनेषु अलम्ब पर्याप्तिवचनेषु अलमर्थेषु सामर्थ्यवाचकेषु परिपूर्णतावाचकेषु उपपदसञ्ज्ञकेषु शब्देषु धातोः तुमन् स्यात्। पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोः तुमुन् प्रत्ययः भवति इति काशिक। अनेन सूत्रेण सुबन्ताः तुमुन् व्यवहारस्य कारणं। युवकः कार्यं कर्तुं कुशलः। तत्र उपपदं सप्तमीस्तम् इत्यनेन बलेन पर्याप्तिवचनेषु अलमर्थेषु इत्यनेन ये शब्दः सूचितः तेषाम् उपपदसंज्ञा भवति। पर्याप्तिवचनेषु अलमर्थेषु इत्यस्य सप्तमी विभक्तित्वात् च तत्र इत्यनेन तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन् प्रत्यय विधीयते। पर्याप्तिरुच्यते यैः ते प्रति पर्याप्तिवचनाः बहुभिः तेषु पर्याप्तिवचनेषु अलमार्थौ तेषां ते अलमार्थाः बहुभिः तेषु अलमार्थेषु अस्ति अर्थेषु तुमुन् इत्यस्मात् तुमुन् इत्यस्य अनुवृत्तिः प्रत्ययः परस्य धातोः अधिकारः अनुवृत्तिस्य धातोः तुमुन् प्रत्ययः परस्य पर्याप्तवचनेषु अलमर्थेषु प्रयत्नं करोमि। अत्र सूत्रमस्ति पर्याप्तिवचनेषु अलमर्थेषु सामर्थ्यवाचकेषु परिपूर्णतावाचकेषु उपपदसञ्ज्ञकेषु शब्देषु धातोः तुमुन् स्यात्। धातु दत्तं केवलम् अर्थ धातु अर्थ अस्ति चेत् तदेव धातोः तुमुन् स्यात्। समार्थवाचकेषु परिपूर्णवाचकेषु उपपदसञ्ज्ञकेषु शब्देषु धातोः तुमुन् स्यात्। काशिक वदति पर्याप्तवचनेषु अलमर्थेषु उपपदेषु धातोः तुमुन् प्रत्ययः भवति इति काशिक वदति। अत्र अत्र समर्थः इति भावः सामर्थ इति भवति इत्थ इति भवति मुद्रणदोषः सामर्थ इत्युक्ते समर्थः इति सूत्रेण अन्येन सूत्रेण सुबन्तः तुमुन् व्यवहारस्य कारणम्। अत्र पर्याप्ति इति सामान्यतया वयम् अलम् इत्यस्य अपि पर्याप्तिग्रहणं कुर्मः। पर्याप्ति इत्यस्मिन् अपि अलम् इति प्रयोगं कुर्मः खलु। भोजनम् अलं भोजनाय इति वयं वदामः खलु, इत्युक्ते पर्याप्तम् इति अलं कथनेन इति वदामः। किन्तु तद् अलं भिन्नम्। अत्र तु अलम् इत्यस्य प्रयोगः तु समर्थः इत्यस्मिन् विषये उक्तमस्ति। इत्युक्ते अत्र अस्माभिः पूर्वं पठितमासीत् प्रकृत यत्र सूत्रमस्ति तत्र प्रकृतसूत्रवर्गे भनुवासरस्य विद्यार्थिभिः पठितमासीत् अलम् इत्यस्य तु भिन्न अर्थः अपि अस्ति इति। तत्र तु पर्याप्ति इत्येव तस्य ग्रहणम् इत्युक्ते समर्थः इत्यपि ग्रहणं। दैत्येभ्यः हरिः अलम् इत्युक्ते दैत्येभ्यः हरिः समर्थः इत्युक्ते सः बलवान् अस्ति। दैत्यानाम् अपेक्षया सः बलवान् अस्ति, दैत्यान् सर्वान् मारयितुं शक्नोति इति अर्थः समर्थः इति अर्थः। शक्तः समर्थः सः प्रभुः इति अर्थः आगच्छति। तर्हि अत्र तु अलम् इत्यस्य सामर्थ्यं बोधयति, सामर्थ्यम् इति अर्थेषु। तदनन्तरं पर्याप्तिः कदा भवति? परिपूर्णता अस्ति चेत् पर्याप्तिः इति वदामः खलु। तर्हि परिपूर्णतावाचकेषु सामर्थ्यवाचकेषु उपपदसंज्ञकेषु शब्देषु धातुः तुमुन् अर्थः अत्र पर्याप्तिवर्ते वचनेषु अलमर्थेषु इत्युक्ते पर्याप्तिः इति पर्याप्तम् इति अर्थः, अनन्तरम् अलम् इत्यनेन अत्र समर्थः इति अर्थः. तर्हि तेषां परिपूर्णवाचकेषु उदाहरणं किं भगिनि? परिपूर्णता इति तत्र भोक्तुं पर्याप्तम् इति वदामः खलु. किमर्थम् इति सम्यक् अहं मया किमस्ति खादितम् अलम् इतोपि भोजनम् अलम् अनावश्यकं पर्याप्तम् इति वदामः खलु. तर्हि अत्र किम् उक्तमस्ति, अत्र भेदः कः इत्युक्ते अत्र तु क्रियापदम् क्रियापदं नास्ति उपदम्, अत्र तु सुबन्ताः सन्ति. उदाहरणार्थं कुशलः इति तु अलमर्थेषु आगच्छति खलु, अलम् इति अस्मि अस्ति, समर्थः इति अस्मि अस्ति आयाति, कुशलः इति प्रवीणः कुशलः इति. तर्हि युवकः कार्यं कर्तुं कुशलः इति कर्तुं कृदातुतः तुमुन् प्रत्ययस्य विधानं भवति, कुशलः इति उत्पदं भवति. अन्य उदाहरणम् अग्रे अग्रिमपङ्क्त्यां दत्तमासीत्, भोक्तुं पर्याप्तः बालकः भोक्तुं पर्याप्तः, भोक्तुं प्रवीणः सम्यक् भुङ्क्ते इति प्रायः स्यात् इति मन्ये, समर्थः अस्ति इति, कुशलः भोक्तुं कुशलः, पटुः भोक्तुम् इति सर्वे तु समर्थाः सन्ति, समर्थः अस्ति अर्थः अस्ति. अत्र अलम् इत्यस्य तत्र तु समर्थः इत्यस्मिन् अपि आगच्छति, अनेन सामर्थ्यम् उच्यते. खादने पर्याप्तः इति अर्थः, प्रवीणः कुशलः पटुः इति ये शब्दाः समर्थवाचकाः च परिपूर्णतावाचकाः, तदर्थं सूत्रे शब्दद्वयम् उक्तं पर्याप्तिवचनेषु अलमर्थेषु द्वयोरपि आवश्यकता अस्ति इति. तर्हि उभयतापि अर्थेषु तत्र तुमुन् प्रत्ययस्य विधानं भवति. अलम् इत्यस्य कुत्र उक्तम् अस्ति इत्युक्ते समर्थः इत्यस्मिन् अर्थे अलम् आगच्छति इति नमस्वस्ति स्वाहा स्वधा इति सूत्रमस्ति, तस्मिन् उक्तमस्ति. तत्र तु अलम् इति आगच्छति, नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगा च चतुर्थी इति विधानं भवति. तर्हि देवेभ्यः हरिः अलम् इति प्रभुः इति अर्थः. महोदय एतत् न वर्गे पाठितवान् वा? भगिनि एतद् न पठितम्. मास्तु चिन्ता, भवती सम्यक्तया कृतवती, वयं पठामः अग्रे. तर्हि अत्र द्वयोः पदयोः तदेव न महोदय, तावत् पर्याप्तं महोदय, महोदयः न पाठितवान्, तर्हि वयम् अत्र विरमामः. अस्तु, धन्यवादः. सर्वेषां शुभरात्रिः. शुभरात्रिः महोदय. शुभरात्रिः, धन्यवादाः महोदय. धन्यवादः, धन्यवादः. अस्तु, शुभरात्रिः.